नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अष्टाध्याय्यां प्रत्ययः, प्रक्रिया च, समग्रदृष्टिः इति पाठे वयं स्मः इदानीं. तत्र वयं गतसप्ताहे अभ्यासः इति भागे केचन अभ्यासः कृतवन्तः. तस्य भुवादिगणे बुद्धातः धातुः तत्पर्यन्तं कृतवन्तः. किञ्चित् पुनःस्मरणरूपेण उक्त्वा अभ्यासं प्रति गच्छामः. तत्र प्रथमं वयं पश्यामः धातुः कीदृशं, यत्किमपि धातुः भवतु तत् कीदृशम् इति पश्यामः. तत्र गणचिन्तनं कदा भवति इत्युक्ते सार्वधातुकप्रत्ययः अस्ति चेत् तत्र गणचिन्तनं भवति. दशगणाः सन्ति वयं जानीमः. तत्र एव पित् अपित् इत्यस्य अपि चिन्तनं, सार्वधातुकप्रत्ययः अस्ति चेत् पित् अपित् इति चिन्तनं. यदा अस्माकं लट् लोट् विधिलिङ् लङ् इति विवक्षा अस्ति चेत् गणभेदः भवति. अस्तु, तत्र वयं जानीमः यदा सार्वधातुकः पित् प्रत्ययः धातोः अनन्तरम् अस्ति चेत् तत्र तु गुणः भवति. सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति. उपधायां लघु इक् वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति. यदा प्रत्ययः अपित् अस्ति चेत् गुणनिषेधः, सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भवतु, अनन्तरं निति च इति सूत्रेण गुणनिषेधः, इत्युक्ते तत्र गुणः न भवति इति चिन्तनम्. एतत्तु प्रत्ययः विषये. अनन्तरं यदा आर्धधातुकप्रत्ययः अस्ति चेत् तत्र वयं दृष्टवन्तः कित्वा नित्वा अस्ति चेत् किं भवति इति, तत्रापि गुणनिषेधः. निति च इति साक्षात् निति च इति सूत्रेण कित् नित् प्रत्ययः कृते गुणनिषेधः भवति. अनन्तरं यदा प्रत्ययः णित् वा ङित् अस्ति चेत् किं भवति, तत्र अजन्त प्रत्ययः, क्षम्यताम्, अजन्तधातुः वा ह्रस्व अकारः उपधायाम् अस्ति चेत् तत्र वृद्धिः भवति, धातोः वृद्धिः भवति. अचोणिति इति एकं सूत्रं वयं दृष्टवन्तः. अत उपधायाः स्थितवर्णस्य वृद्धिः भवति इति सूत्रद्वयं वयं पूर्णतया न परन्तु परिचितरूपेण दृष्टवन्तः. अनन्तरम् इदानीं प्रत्ययः कित् नास्ति, ङित् नास्ति, णित् नास्ति, ङित् नास्ति चेत् किं भवति, तत्र तु गुणः भवति. यदा सामान्यं सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति. उपधायां लघु इक् वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति. एतत्तु प्रत्ययविषये चिन्तनं. धातोः विषये तु वयं प्रथमं तत्र इगन्तधातुः अस्ति वा, अनन्तरम् इगन्तभिन्न परन्तु अजन्तधातुः अस्ति वा, लघु इगुपदधातुः अस्ति वा, अधुपदधातुः अस्ति वा इति परिशीलनीयम्. अनन्तरमेव प्रत्ययस्य स्वभावः दृष्ट्वा किं भवति इति तद्वयं दृष्टवन्तः, चर्चितवन्तः अपि गतसप्ताहे. तदेव पुनःस्मरणरूपेण अहम् उक्तवती इदानीम्. अत्र प्रथम अभ्यासः इति भागे वयं भुवादिगणे बुद् धातुः पर्यन्तं कृतवन्तः. अद्य तुदादिगणे लिख् धातुः कुर्मः. अनन्तरं द्वितीय अभ्यासं प्रति गच्छामः. किमर्थम् इत्युक्ते भुवादिगणस्य पट् धातुः, तुदादिगणस्य चल् धातुः सामान्यमेव, सरलमेव, तत्र किमपि कार्यं नास्ति. अद्य अस्मिन् पाठस्य पाठं समापयामः इति मम आशा अस्ति. अतः किञ्चित् यदा आवश्यकं किञ्चित् वेगेन गच्छामः. यदा प्रश्नः अस्ति चेत् पृच्छन्तु कृपया. अस्तु, आम्, रघुपतिमहोदय, लिक् धातुः स्वीकरोतु, किं भवति इति वदतु महोदय. अस्तु, लिक् धातुः अस्ति, तुदादिगणे अस्ति, तुदादिगणे प्रत्यय श एव विकरणप्रत्यय. अस्तु, टिप् तिप् तिप् तस्य विकरण एकनिमिषं कर्तरिषप् इति श भवति षकार अपित् अस्ति अपित् अस्ति अतः गुणः न भवति सार्धातकम् सार्धातकम् अपित् नित् नित् इति सूत्रेण अतः लिखति एव अवशिष्यते लिखति एव लट्लकाररूपम् इदानीम् अग्रे किमस्ति अग्रे प्रत्यय एकनिमिषम् किं भगिनी अग्रे किं प्रत्यय त्वा प्रत्यय अस्तु लिक् योग त्वा इति अस्ति इदानीं त्वा अस्ति अर्धधातुकप्रत्यय अस्ति किमर्थमिति चेत् तिंक्षित् नास्ति इदानीं लिक् इति अहं चिन्तयामि लिक् इति अनुदात् एतत् सेट् योग्य इति सेट् धातुः अस्ति अतः त्वा इति एतत् वलादि अस्ति वलादि वलादि सारि त्वा इति त्वा इति ककारः अस्ति वा तत्र भगिनि आम् ककारः अस्ति इत्संज्ञा भवति इत्संज्ञा भवति वलादिप्रत्ययः अस्ति वलादिप्रत्ययः अस्ति अतः इट् योग्य अस्ति अतः इडागमः भवति लिक् योग इ त्वा अस्ति लिखित्वा इति अन्तिमरूपं सम्यक् अनन्तरं निच् निच् प्रत्ययः अस्तु निच् अस्ति लिक् योग निच् आर्धातुकम् अस्ति नि इति अस्ति लिक् योग नि भवति अतः एतत् आर्धातुक अस्ति अतः वयं आर्धातुक अस्ति अपि च नित् नित् नित् अस्ति अजन्तधातुः अस्ति अतः अजन् धातुः नित् नित् अस्ति अतः अजन्तधातुः वा आम् अजन्तधातुः अस्ति अतः किं भवति तस्य वृद्धिः भवति सारि लिक् लिक् लिक् अस्ति उपधायाम् उपधायाम् अस्तु अस्तु अस्तु उपधायाम् उपधायाम् इति लिक् अस्ति अतः उपधायाम् अजन्तधातुः नास्ति उपधायाम् अजन्त नास्ति उपधायाम् उपधायाम् उपधायाम् अकार अस्ति अतः न भवति वृद्धिः न भवति वृद्धिः न भवति तर्हि तस्य गुणः भवति लेख लेख लेख लेख लेखी भवति इदानीं लेखी इति नूतनधातुः अस्ति लेखी योग ति अतः शप् प्रत्यय आगच्छति इति लट् कर्तरि शप् इति शप् प्रत्यय आगच्छति लेखी लेखी योग शप् योग ति शप् लेखी योग अयोग ति इकारस्य गुणः भवति इकारस्य गुणः भवति केन सूत्रेण सार्धार्धकार्धार्थकयोः इति सूत्रेण वा आम् आं लेखे लेखि एक एच यवायावः इति सूत्रेण लेखयति इति अन्तिमरूपम् तुमुन् हा तुमुन् अस्ति क्षम्यतां भगिनी न अवगतवती तत् अनन्तरं वदति वा? आम् आम् वदामि अवश्यं तुमुन् करोतु. तुमुन् तुमुन् अस्ति एतत् वलादे आर्धात्कप्रत्यय अस्ति तुमुन् एतत् अपि इडियोगे प्रत्यय अस्ति धातु अपि इडियोगे अतः इडागम इडागम भवति एक इडागम भवति लिक् लिक् तुमुन् आर्ध अस्तु आर्धात्तुक सार्धात्तुक आर्धात्तुकयोः इति सूत्रेण लिक् अस्ति अत्र लेख् भवति सार्धात्कार्धत्वयोः इति सार्धात्कार्धत्वयोः इति परन्तु भगिनी अत्र इडागम कदा भवति प्रथमं प्रथमं पुनः भवति प्रथमं तुमुन् आगच्छति तदा पुगन्तलघुपत इति सूत्रेण लेक् लेक् योग तुम् तुम् तुम् तुम् एव अवशिष्यते नकार गच्छति लेक् तुम् इदानीम् इडा सार्धातुक सारि वलादे आर्धातुक आर्धातुकस्य इट् वलादे आर्धातुक इड् वलादे इति सूत्रेण लेखितुम् इति अन्तिमरूपम् रूपं सम्यक् एव तत्र प्रक्रिया किञ्चित् भिन्ना भवति किमर्थम् इत्युक्ते इडागमः इति आगमः किल तद् प्रत्ययस्य एव प्रत्ययस्य एव आगमः धातोः नास्ति अतः तत्र वयं तु धातोः गुणः प्रथमं कुर्मः अनन्तरम् अङ्गकार्यम् अस्तु अङ्गकार्यं तत् एतत् प्रत्ययकार्यम् अस्ति भवति तत्र सूत्रसङ्ख्यायाः मुख्यत्वम् अपि अस्ति सूत्रसङ्ख्या किम् अस्ति किं प्रथमं भवति किम् अनन्तरं भवति इति तद् वयं यदा पठामः तस्मिन् समये अवगच्छामः इदानीं वयं किं कुर्मः प्रथमं गुणः अस्माकं गुणः अनन्तरं प्रत्ययस्य आगमः इत्येव इदानीम् अवगच्छामः अनन्तरं तद् सूत्रसङ्ख्या द्वारा अवगच्छामः इदानीम् अन्तिमरूपमस्ति लेखितुम् इति लेखितुं सम्यक् सम्यक् महोदय अग्रे किम् अस्ति वा तावदेव अस्मिन् धन्यवादः महोदय तत्र माला भगिनी किं न अवगतवती लिक् योगः इ इति अस्ति आम् वदतु भगिनि लिक् योगः ति इ अस्तु निच् निच् एव इ इति अवशिष्यते सम्यक् तत्र तत्र उपधायां लघु इक् अस्ति खलु लिक् तर्हि अकारः एव भवतु वा अहं वृद्धिः कदा भवति इति मम प्रश्नः अस्तु अथौ सूत्रद्वयमस्ति अथ उपधायाः अचोनिति द्वयमपि वृद्धिकार्यमेव यदा अजन्तधातुः अस्ति चेत् वा उपधायां ह्रस्व अकारः अस्ति चेत् वृद्धिः भवति केवलं ह्रस्व अकारः अस्तु तर्हि इकारः अस्ति अतः वृद्धिः न भवति न भवति अस्तु गुणः भवति अत्र लेखी इति नूतनधातुः उत्पन्नः सम्यक् लेखी योगः ति वा लेखी योगः शप् योगः ति ओ लेखी योगः शप् योगः ति अनन्तरं लेखी योगः अयोगः ति लेखयति अस्तु पट् चल् इति धातुद्वयं कृपया अभ्यासरूपेण कुर्वन्तु. मह्यम् ईप्रत्ररूपेण प्रेषयतु यदा दोषः अस्ति चेत् अहं तस्य निवारणं करोमि. सरलमेव, अतः एव वयम् अभ्यास द्वितीय अभ्यासं प्रति गच्छामः. साधु वा? अस्तु, तत्र माला भगिनी भवती एव पठतु. एतानेव धातून् नी चि द गै मा बुध् लिख् पठ् आदाय एतेषां प्रत्ययानां संयोजनेन कथम् अपि च किं रूपम् उत्पद्यते इति चिन्तयतु. प्रत्येकस्यां स्थितौ धातुः कीदृशः, इगन्तः इगन्तधातुः, इगन्तभिन्न अजन्तधातुः, लघु इगुपद धातुः, धातुः वा धतुः वा? धातुः एव भगिनि. धातुः खलु, लघु इगुपद धातुः, अदुपद धातुः, अपि च प्रत्ययः कीदृशः, सार्वधातुकं पित् सार्वधातुकम् अपित्, अत्र सार्वधातुकम् अपित् इति भवति. अनन्तरम् आर्धधातुकं कित् ङित्, आर्धधातुकं ङित् णित्, आर्धधातुकं कित् ङित् ङित् णित् भिन्नः इति वक्तव्यम्. वयम् एतद् कृतवन्तः खलु? आं, वयं कृतवन्तः एव. अत्र किं भवति इत्युक्ते सर्वे प्रत्ययाः आर्धधातुकप्रत्ययाः, कृदन्तप्रत्ययाः इति वदामः किल, कृत् प्रत्ययाः एव. अतः तत्र लट् चिन्तनं नास्ति, इत्युक्ते सार्वधातुकं पित्वा पित्वा इत्यस्य चिन्तनं न आवश्यकम्. अत्र केवलं सर्वे आर्धधातुकप्रत्ययाः एव, अतः इडागमः भवति वा न वा इति चिन्तनं भवतु. अस्तु, अस्तु. तत्र एव भवती यदा इदानीं पृष्टवती किल अचोनिति अत उपदायाः इति सूत्रस्य कार्यं भवति केचन स्थलेषु, यत्र धातुः ह्रस्व अकारः उपादायाम् अस्ति वा अन्यत् किम् अकारान्तधातुः वा. अजन्तधातुः वा? नी इति प्रथमं स्वीकरोतु भगिनि. नी इति धातुः हां, तत्र प्रथमं नुवुल् इति प्रत्ययः. नुवुल् प्रत्ययस्य किं भवति इति प्रथमं वदामि. नुवुल् प्रत्ययः तत्र अख इति आदेशः भवति. सूत्रं युवोरनाकौ इति सूत्रमस्ति. युवोरनाकौ इति सूत्रेण यत्र नुवूल् इति प्रत्ययः अस्ति किल, तत्र लकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा, नकारस्य तु छुटु इति सूत्रेण इत्संज्ञा, भू एव अवशिष्यते. भू स्थाने इदानीम् अख इति आदेशः भवति. युवोरनाकौ इति सूत्रस्य नाम. इदानीं करोतु भगिनि, निङ् योगः अख इति स्वीकरोतु. नियोगः अक, अतः किं भवेत् न जाने भगिनि, क्षम्यताम्. अस्तु, नास्ति चिन्ता. प्रथमं धातुः कीदृशधातुः इति द्रष्टव्यम्. अजन्तधातुः अस्ति. अजन्तधातुः अस्ति. अजन्त, आम्, अजन्तधातुः अस्ति. अजन्तधातुः अस्ति चेत् वयम् इदानीं दृष्टवन्तः तत्र वृद्धिः भवति इति. यदा अजन्तधातुः वा उपदायां ह्रस्व अकारः वा भवति चेत् वृद्धिः भवति. इदानीम् अस्माकं धातुः अस्ति नी इति, अजन्तधातुः अस्ति, अतः वृद्धिः भवति. तद् मनसि प्रथमम्, अनन्तरमेव सूत्रस्य विषये आगच्छतु. इदानीं वृद्धिः भवति. नी इत्यस्य वृद्धिः कः वर्णः? ईकारस्य वृद्धिः ऐ, ऐ सम्यक् ऐ नै नै योगः अक इति इदानीं स्थितिः. इदानीम् अग्रिमं करोतु सामान्यसूत्रमेव. ऐ योगः अ आय् आय् भवति अतः नायकः इति अन्तिमरूपम्. सम्यक् तावदेव, किमपि अन्यत् नास्ति. प्रथमं किञ्चित् यदा वयं प्रथमस्तरे, इदानीमपि प्रथमस्तरे एव स्मः, अतः प्रथमस्तरे स्मः, रूपं साधयतु. अनन्तरं तत्र वयं किञ्चित् शनैः शनैः सूत्राणि अपि जानीमः, वृद्धिः भवति इति इदानीं वयं ज्ञातवन्तः. अतः सूत्रं किम्? अचोनिति इति सूत्रेण वृद्धिः भवति. योजयतु तावदेव. अस्तु, द्वितीय प्रत्ययः अस्ति तृच् इति. तृच् अत्र आर्धधातुकः अस्ति. सम्यक्. चकारस्य इत् हलन्त्यम् इति सूत्रेण इत् संज्ञा भवति. तृ इति अवशिष्यते. तत्र ऋकारः अवशिष्यते, ऋकारः अस्ति एव, तस्य लोपः न भवति. तर्हि तृ इति अवशिष्यते वा? आम् आम्. अस्तु, अत्र अजन्तधातुः अस्ति. अतः वृद्धिः ऋकारस्य कीदृशः प्रत्ययः? प्रत्ययः आर्धधातु. आम् सारि, आम् कित् नित् नित् भिन्नः. सम्यक्. अतः वृद्धिः भवति वा? गुणः अतः गुणः भवति. सम्यक्. गुणः भवति. तर्हि त्रियोगः तृ इत्यस्य अर् भवति वा? न न न, तृ इत्यस्य किमपि न भवति. तस्य प्रत्ययस्य गुणः न भवति किल, धातोः एव गुणः. हा हा हा. धातु अस्ति नि, नियोगः तृ. नि इत्यस्य गुणवर्णः कः? ने, ने योगः तृ. अतः अनन्तरं नेत्रयोगः न, तावदेव, नेत्र एव तिष्ठति खलु. अस्माकं प्रातिपदिकमस्ति नेत्र, पुल्लिङ्गरूपमस्ति नेता, प्रथमाविभक्तौ एकवचने नेता, नेता नेतारौ नेतारः इति रूपम् आगच्छति. यदा स्त्रीलिङ्गम् अस्ति चेत् नेत्री इति भवति. नेत्री वा नेतारी, नेतारी वा इति अहं सम्यक्तया न जानामि, नेत्री इत्येव चिन्तयामि, परन्तु तादृशं रूपम् आगच्छति. नेत्र इति प्रातिपदिकम् अस्माकं नेत्र इति प्रातिपदिकम्. इदानीं सुबन्तं योजयामः. हरि ओम् भगिनि, भगिनी भग्ना जाता, सम्पर्कः भग्ना जाता, चिन्तयामि. अस्तु, श्रूयते किल? सम्यक्. नेत्र इति प्रातिपदिकं यदा अस्माकं सुबन्तप्रत्ययः सु औजस् इति योजयामः चेत् नेता नेतारौ नेतारः इति रूपम् आगच्छति. तत्र नी धातुः तृच् प्रत्ययः. यदा सर्वदा अस्माकं कृत् कृदन्तप्रत्ययः इति वदामः किल, तस्य योजनेन, प्रत्ययस्य योजनेन प्रातिपदिकमेव भवति प्रथमम्, अनन्तरमेव सुबन्तप्रत्ययस्य योजनेन तत्र वयं रूपं, सुबन्तरूपं साधयामः. अस्तु इदानीं आम् आं हे विजया भगिनी स्वागतम्. तत्र नेता नेतारौ नेतारः इति सूचनार्थं भविता भवितारौ भवितारः इति तादृशमेव आं समानरूपं तृच् प्रत्ययस्य अपि आं सम्यक् आम् अस्तु इदानीं माला भगिनी भवती एव करोतु नियोगः इक्तान्तरूपं नियोगः क्त इदानीं क्त इत्यस्मिन् ककारस्य इत्संज्ञा भवति क्त अवशिष्यते गुणः भवति वा कित् प्रत्यये परे गुणः भवति वा कित् प्रत्यय न गुणः गुणनिषेधः भवति कित् नित् अस्ति चेत् गुणनिषेधः अतः नियोगः क्त कीदृशरूपं भवति नीतः इति भवति नीतः सम्यक् तव तु अपि समानरूपम् आगच्छति वदतु भगिनी किं भवति इति तव तु तत्रापि ककारस्य इत्संज्ञा भूत्वा तव अनन्तरम् उकारस्य इत्संज्ञा भूत्वा तवत् इति अवशिष्यते नियोगः तवत् तद् कित् अस्ति अतः गुणनिषेधः नीतवत् इति रूपं निष्पन्नं सम्यक् तव्यत् तव्यत् तव्यत् इत्यस्मिन् तकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण तव्य अवशिष्यते कित् नित् नित् नित् भिन्नः खलु अतः गुणः भवति नियोगः तव्य नी इत्यस्य ने भवति अतः नेतव्य इति रूपं सम्यक् अन्तिमरूपं भवति सम्यक् अनियत् अनियत् तदपि कित् कित् कित् भिन्नः एव किल समानकार्यमेव अनियर् इत्यत्र अनियर् इति एव न रेपस्य रेपस्य इत्संज्ञा वा आम् अनीय इति अवशिष्यते अनीय इति अवशिष्यते अतः कित् कित् नित् नित् भिन्नः गुणः भवति नी इत्यस्य ने भवति ने योगः अनीय नयनीय इति अन्तिमरूपं निष्पन्नं सम्यक् इक्तिन् इति प्रत्ययः अस्ति तत्र किं भवति इत्युक्ते क्तिन् क्तिन् इति प्रत्ययः स्त्रियामेव भवति स्त्रीरूपमेव तस्य तत्र नकारस्य इत्संज्ञा भवति ककारस्य इत्संज्ञा भवति ति एव अवशिष्यते ति इति योजयतु इदानीं नियोगः ति कित् अस्ति अतः गुणनिषेधः नियोगः ति नीति मीथि इति परिचित रूपं सिं प्रत्ययः योजनेन एव आगच्छति. अस्तु, अन्तिममस्ति ल्युट्. ल्युट् प्रत्ययः अपि युवारनाकौ युवोरनाकौ इति सूत्रेण तत्र अन इति आदेशः भवति. टकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा लकारस्य लशक्वतदिते इत्यनेन इत्संज्ञा यु इत्यस्य स्थाने अन आदेशः भवति युवोरनाकौ इति सूत्रेण. यदा वयं नूल् इति प्रत्ययः दृष्टवन्तः तादृशं समानसूत्रमेव युवोरनाकौ ल्युट् नूल् इति प्रत्ययस्य कृते कार्यं करोति. अस्तु, इदानीं नीयोगः अन. इदानीम् एतद् अस्ति भिन्नः खलु, कित् भिन्नः, अतः गुणः भवति नि इत्यस्य ने, ने योगः अन, अनन्तरं किं भवति ए योगः अ, एचो वा एचो यवायावः इति सूत्रेण अय अय भवति, नयन इति रूपं भवति. ल्युट् ल्युडन्तरूपम् इति वदामः तत् सर्वदा नपुंसकलिङ्गे एव भवति. नयनम् इति नयनम् इति नपुंसकलिङ्गे वदतु. यतोहि तत्र सूत्रं वदति नपुंसकलिङ्गः, अतः मकारः आगच्छति वा? आम् आम्, नयन इत्येव प्रातिपदिकं, परन्तु यदा सुबन्तप्रत्ययः योजयामः तत्र एतद् रूपं नयनम् इति आगच्छति. अस्तु अस्तु, धन्यवादः. अस्तु, चि इति धातुः नी धातुः एव इव प्रश्नः अस्ति वा? आं भगिनि, नी धातु इव भिन्नभिन्नप्रत्ययस्य भिन्नभिन्न पदं निष्पन्नं भवति, अर्थमपि भिन्नः अस्ति खलु? आम् आम्, अर्थमपि आम्. यदा प्रत्ययः योजयामः प्रत्ययस्य अर्थानुसारं धातोः अर्थमपि भिन्नं भवति. यदा नयनम् इत्युक्ते नेत्रं किल, नयनं नायकः नायकः नेता, एतत्तु समानार्थकौ. नायकः नेता, यः नयति सः नायकः इति. अनन्तरं नीतवान् नीतवती इत्युक्ते किमपि नीतवान्, पुस्तकं नीतवान् इति रूपे आगच्छति. अतः तादृशं नीतिः, नीतिः इत्युक्ते भिन्नार्थः किल. अतः प्रत्ययः किमर्थं योजयामः चेत् धातोः कृते अर्थं भिन्नभिन्न अर्थानि साधयितुमेव योजयामः. इदानीं धातुतः एव बहवः पदानि निष्पन्नानि भवन्ति. अत्र नायकः पदमस्ति खलु, तत्तु प्रातिपदिकमस्ति वा? नायक इति प्रातिपदिकं, यदा अस्माकं अस्माकं सुबन्त सु औजस् इति प्रत्ययाः सन्ति किल, एकविंशति प्रत्ययाः, तद् योजयामः चेत् नायकः नायकौ नायकः अस्माकं रामशब्दवत् रूपाणि आगच्छति. अस्तु, तत्तु नायकः नेता नेत्री, नेता इति, नेता इति शब्दः अस्माकं पिता शब्दवत्, परन्तु नीतः नीतः नीतवत् नेतव्य एतत् सर्वं भिन्न अर्थः भिन्न पदमपि अस्ति खलु? आम्, सर्वदा यदा कृत् प्रत्ययः योजयामः प्रथमं प्रातिपदिकमेव आगच्छति, अनन्तरमेव सुबन्तप्रत्ययस्य क्षम्यतां सुप्रत्ययस्य योजनानन्तरं सुबन्तपदानि आगच्छति. तत् पदं यद् अन्तिमपदम् अस्ति किल सुबन्तपदं, तस्य एव उपयोगं वयं वाक्यरूपेण वा लेखनसमये वा तस्य एव उपयोगं कुर्मः. एतत्तु यद् प्रथमं प्रातिपदिकरूपेण आगच्छति तत्तु रा मेटीरियल् इव एव, फिनिश्ड् प्राडक्ट् नास्ति. अन्तिमे यत् आगच्छति सुप्रत्ययस्य योजनानन्तरं तदेव अस्माकं फिनिश्ड् प्राडक्ट् अस्ति. तत्तु नी एक धातु नयामः चेत् कर्ता पदमपि उत्पन्नं भवति, क्रियापदमपि उत्पन्नं भवति प्रत्ययस्य आधारेण खलु. नयति इति यदा लट् रूपं स्वीकुर्मः चेत् लट् नयति इति क्रियापदमपि आगच्छति, सुबन्धपदमपि आगच्छति. आम् सम्यक् अस्तु. इदानीं द्वितीयधातुः अस्ति चि, तदपि इगन्तधातुः एव अस्ति, अतः तद्वयं न कुर्मः, गृहपाठरूपेण कुर्वन्तु. तादृशमेव रूपाणि आगच्छन्ति, परन्तु यत् अत्र किं कः भेदः इत्युक्ते ह्रस्व ईकारः अस्ति. नी इति दीर्घ ईकारान्तधातुः, अत्र चि इति ह्रस्व ईकारान्तधातुः. तद् किञ्चित् गृहपाठरूपेण कृत्वा प्रेषयतु, अहम् अवश्यं परिशीलयामि. इदानीम् अजन्तधातुः धा धातुः स्वीकुर्मः, तद् किं भवति इति पश्यामः. राजेन्द्रमहोदय वदति वा? आम् आं भगिनि, धा धा धातु अत्र आकारात् धातु अस्ति. अत्र तु प्रथमं नूल् नूल् प्रत्यय योजयामः, तत् दा योग नूल् अत्र लकारस्य हलन्त्यम् एतत् इति संज्ञा भवति, तत् नकारस्य चुटु सूत्रेण इति संज्ञा भवति, तत् अन्ततो गत्वा भू एव अवशिष्यते. तत्र प्रत्यय आदेशः अस्ति, भू स्थाने अक् आदेशः आगच्छति. दा योग अक् अत्र अकारः तत्र किं भवति इत्युक्ते किञ्चित् विशेषसूत्रमेकमस्ति, यकारः आगच्छति. युगागमः युक् आगमः तत्र भवति. आकारान्त वयं न पठितवन्तः एतावत्. तत्र आकारान्तधातोः कृते वा एजन्तधातोः कृते वा तत्र युक् इति आगमः भवति. अहं पूर्वं पठितवान् भगिनि. ओ अस्तु, मम तु कृते एतत् प्रथमवारम्. अतो युक् चिन् कृतोः इति सूत्रमासीत् अस्ति, तत्र युक् आगमः भवति आकारान्तधातोः विषये, आत् इति धातोः विषये. महोदयेन पाठितवान् यथा निच् प्रत्यय कृते तत् ओ अस्तु, अहं प्रायः विस्मृतवती, परन्तु अहं विस्मृतवान्. कुत्रचित् भवति, कुत्रचित् युक् आगमः भवति. अन्यत् दा योग त्रिच् अत्रापि चकारः त्रिच् प्रत्यय चकारः हलन्त्यं सूत्रेण. क्षम्यतां क्षम्यतां महोदय, पूर्वं किं रूपं निष्पन्नं? दायकः युक् आगमः भवति. अतो युक् चिन् कृतोः इति सूत्रम् एकमस्ति, यत्र यत्र आकारः धातोः अन्ते आकारः आत् आत् अत् नास्ति आत् अस्ति, तत्र युक् इति आगमः भवति इति सूत्रं वदति. तर्हि दायक दायक दायक दायकः योजयित्वा दायकः. सम्यक् वदतु महोदय, धन्यवादः. वदतु महोदय. दा योगत्रिच् अत्र चकारस्य हलन्त्यं सूत्रेण लोपः भवति दा दा योगत्र अत्र अन्यत् किं दातृ दातृ दातृ दातृरूपं प्रातिपदिकं तत् दाता तत् पुलिङ्गरूपं सम्यक् दा योगत् तत् अत्र ककारस्य लोपः दशक तदिते तत् सूत्रेण ककारस्य लोपः भवति कित्नित् अस्ति तत्कारणात् तत् कोऽपि किमपि कार्यं न अस्ति दात् दात् तत् रूपम् आगच्छति तु अत्र अपि ककारस्य दशकसूत्रेण इति भूत्वा तत् तस्य लोपः लोपः भवति तत् उकारस्य अपि संज्ञा भूत्वा तत्र लोपः भवति तत् त्वत् एव अवशिष्यते अत्र दा दातवत् सम्यक् दातवत् दातवत् अत्र प्रातिपदिकं भवति त्वयत् अत्र अत्रापि तकारस्य हलन्त्यं सूत्रेण तत्र तकारस्य लोपः भवति संज्ञा भूत्वा लोपः भवति दा योग तव्य दातव्य दातव्य रूपम् आगच्छति प्रातिपदिकम् आगच्छति अनियर् अनियर् अत्र भगिनि अत्र कर्मणि प्रयोगः एव अस्ति तत् अनियर् तत् तत् अनियर् न अनियर् इत्यस्य अपि कर्तरिप्रयोगे भवति न न सम्यक् एव कर्मणि एव भवति कर्मणि एव भवति रेफस् इति संज्ञा भूत्वा तत् हलन्त्यं सूत्रेण तत् लोपः भवति तस्य लोपः तदनन्तरं दा योग दानीय तत् रूपं निष्पन्नं भवति प्रातिपदिकं तिन् योग तिन् दा योग तिन् ककारस्य लोपः भवति अत्र तकारस्य लोपः भवति ककारस्य लोपः भवति तत्र इत्संज्ञा भवति तत्र दशक सूत्रेण नकारस्य हलन्त्यं सूत्रेण तत् इत्संज्ञा भवति तस्य लोपः तत् लोपं भूत्वा तत् ति एव अवशिष्यते दाति प्रातिपदिकम् आगच्छति तत् इदानीं ल्युट् योग ल्युट् दा योग ल्युट् अत्रापि दशकतद्धते सूत्रेण लकारस्य लोपः भवति टकारस्य हलन्त्यं सूत्रेण संज्ञा भूत्वा तस्य लोपः भवति यु एव अवशिष्यते अत्रापि प्रत्यय आदेशः भवति अन् आदेशः भवति दा योग अन् अत्र भगे अहं अत्रापि युक् आगमः भवति वा तत्र युक् इति आगमः नास्ति तत्र किमपि अन्यत् अकार्यमस्ति येन दानं दान इति आगच्छति अकारस्य किमर्थं लोपः प्रायः धायोगः दान इति भवति दानं दान मकारान्त दानम् इति रूपम् आगच्छति लोपः न वर्णदीर्घसन्धि सम्यक् महोदय सर्वदा नपुंसकलिङ्गे एव आगच्छति सर्वदा नपुंसकलिङ्गे एव दानम् तिन् प्रत्ययः सर्वदा स्त्रीलिङ्गे एव तिन् इति प्रत्ययः तत्र स्त्रीलिङ्गम् अस्तु अत्र धा इति कृतवन्तः मा अपि तादृशमेव रूपम् अजन्तधातुः तादृशमेव रूपम् अतः मा अपि अभ्यासरूपेण कुर्वन्तु गै इति धातुः स्वीकुर्मः. गै केचन विशेषकार्याणि सन्ति यत्र मध्ये मध्ये आगच्छति अहं वदामि किं कार्यम् इति. विजया भगिनी वदति वा? गै इति धातुः तत्र प्रथमं नूल् एव खलु भगिनि? आम् आम्, नूल् एव. अजन्तधातुः एव तत्र गै इति आर्धधातुक संज्ञा भवति इति कारणतः तत्र गै गायकः इति रूपम् अस्ति गायकः. अतः तत्र वृद्धिः भवति गै गायकः गायकः इति आतुं भवति भगिनि क्षिति इति सूत्रेण आत्वं भवति प्रथमं. सम्यक्, एतत् सूत्रं वदतु भगिनि. आदेश उपदेशे क्षिति इति सूत्रम्. आदेशे उपदेशे च्युति क्षिति क्षिति अस्माकं षित् किल अशिति इति. यदा वयं पदच्छेदः कुर्मः आत् एष आद् एष उपदेश अशिति इति भवति. यत्र प्रत्ययः षित् नास्ति तत्र यत्र यत्र यत्र एजन्तदात ऐ आम् एजन्तदातवः सन्ति तेषाम् आत्वं भवति इति सूत्रं वदति. उपदेश अवस्थायां भवतु, किमपि मध्ये भवति चेत् न भवति. अत्र गै इति धातुः उपदेश अवस्थायां एजन्तदातुः अस्ति, अत्र अतः अत्र तस्य आत्वं भवति. अवगतं वा? गायोगः अख इति भवति इदानीम्. अनन्तरं यदा अहम् उक्तवती तत्र युगागमः यकारस्य आगमः भवति. आतो युक् चिन्कृतोः इति सूत्रेण युक् इति आगमः गायकः इति रूपम्. अनन्तरम् अवगतम्? गायकः गायकः पुल्लिङ्गम् अस्ति खलु भगिनि गायकः. अनन्तरं स्त्रीलिङ्गरूपं गायकी वा? गायिका. अन्यकार्याणि अपि सन्ति. गायक इति रूपं स्वीकृत्य तत्र किमपि कार्याणि कृत्वा गायिका इति रूपम् आगच्छति. अनन्तरं भगिनी एजन्तधातुः अतः एतद् कीदृशः एच् एच् अन्तदातु एच् इति प्रत्याहारे के के वर्णाः सन्ति? एच् ए ओ ऐ औ. सम्यक्, ए ओ ऐ औ. सम्यक्, एजन्तदातुः गै इति एजन्तदातुः, तस्य आत्वं भवति. उपदेश अवस्थायाम् एजन्तदातुः गै इति उपदेश अवस्थायाम् एजन्तदातुः अस्ति, तत्र आत्वं भवति. कदा आत्वं भवति इत्युक्ते अशिति. अशिति इत्युक्ते यत्र प्रत्ययः षित् नास्ति. नूल् इति प्रत्ययः षित् नास्ति. यत्र यत्र प्रत्ययः षित् नास्ति तत्र तत्र आत्वं भवति. अस्तु, अतः यदा त्रिच् इति प्रत्ययः इदानीं स्वीकुर्मः तद् षित्वा अशित्वा भगिनि अशित् अतः तत्रापि आत्वं भवति. अस्तु, यत्र यत्र षित् नास्ति तत्र तत्र आत्वं भवति वा भगिनि? एजन्तदातोः आत्वं भवति. एजन्तदातोः ए ऐ ओ भगिनि अत्र तर्हि तिङ् प्रत्यये आर्धधातुक तिङ् प्रत्यये तत्रापि अशित् अस्ति चेत् भवति वा यथा आर्धधातुक तिङ् तत्र वा तत्र द्रष्टव्यं महोदय प्रायः भवति द्रष्टव्यं लिट् अहं बहु किमपि तस्मिन् विषये न जानामि प्रायः आर्धधातुकस्य प्रत्ययः आर्धधातुकस्य प्रत्ययः यत्र यत्र आगच्छति तत्र तत्र तस्य प्रसक्तिः भवेत् एव किल अशिति इति वदामः किञ्चित् नास्ति चेत् तत्र भवति प्रायः भवति एव आम् विजया भगिनी तृच् प्रत्ययः तृच् प्रत्ययः तत्र चकारस्य हलन्त्यं तस्य लोपः इति सूचयः तस्य इति भवति अनन्तरं तृ एव अवशिष्यति गै घा इति भवति किल इदानीम् आदेश उपदेशे गै गा इति आगच्छति अनन्तरं गायत्री गातृ गायत्रु यकारः नागच्छति गातृ एव यकारः नागच्छति गातृ गाथा गात्री आं वदतु रूपं यदा अस्माकं पितृशब्दः किल पिता माता तत्र री नास्ति तावदेव तादृशमेव गाता गातारौ गातारः अस्तु तान्तरूपं गैयोगः इक्त वदतु भगिनि अनन्तरम् इक् प्रत्ययं तत्र आर्धधातुकप्रत्ययं तत् अनन्तरं गै गीत इति आगच्छति खलु आम् तत्रापि आम् तत्रापि विशेषसूत्रमस्ति येन ईकारादेशः भवति घा धातोः विषये एव केचन विशिष्ट परिगणितदातवः सन्ति येषाम् ईकारा ई इति आदेशः भवति घायोगः ईयोगः त गीत इति आगच्छति यत्र यत्र आगच्छति अहं वदामि इदानीं तत्र किञ्चित् दीर्घसूत्रमस्ति अतः सूत्रम् इदानीं मास्तु यत्र कित् नित् प्रत्ययः परे अस्ति चेत् तत्र गा धातोः ईकार आदेशः मध्ये आगच्छति गायोगः ईयोगः ति गीत ईकार आदेशः नास्ति ईकार आगमः भवति गीत इति रूपम् अवगतं वा न न न आम् तत्र आकारं गच्छति वा प्रश्नः सम्यक् गुणः भवति न न न गुणः किमपि न भवति महोदय आकारस्य स्थाने ईकारादेशः भवति तत् इत्युक्ते यदा आकारः तिष्ठति चेत् आयोगः ई इति इदानीं सन्धिः अवसरः भवति किल तत् नास्ति ई एव ईत इत्येव रूपम् अतः आकारस्य स्थाने ईकारादेशः तद् कित् ङित् प्रत्यये परे एव अन्यत्र कुत्रापि न सिक्स् फोर् सिक्स्टि सिक्स् इति सूत्रसङ्ख्या अन्य अनन्तरं द्रष्टुम् इच्छति चेत् पश्यतु सिक्स् फोर् सिक्स्टि सिक्स् इति किञ्चित् दीर्घसूत्रमस्ति अस्तु भगिनि आम् आम् आम् अतः गीतः गीता गीतम् इति त्रीणि रूपाणि निष्पन्नं अनन्तरम् इच्छवतु तत्र एतदपि आर्धधातुकमेव उक्तवती इति प्रत्ययम् आर्धधातुकं तत्र तत्र समानकार्यं तावत् एव तत्र तिष्ठति दशकथिते इति सूत्रेण इति गच्छति अनन्तरम् उकारः एव गच्छति तावत् एव तिष्ठति तत्र अनन्तरं तत्र गीतवान् गीतवती गीतवती इति रूपं दृष्टम् आम् प्रथमम् आकार आत्वं भवति अनन्तरम् ईकारादेशः भवति सम्यक् भगिनी पुनः वदतु गैयोगः तवत् तत्र आत्वं भवति यदा भगिनी उक्तवती इदानीं गायोगः तवत् अनन्तरम् ईकारादेशः गीयोगः तवत् गीतवत् इति रूपं गीतवान् गीतवती इति रूपाणि समीचीनं वा वदतु तव्यत् तत्र तकारस्य लोपः भवति तत्र आर्धदातुकं तत्र तव्य एव अवतिष्ठति तत्र धातुः योजनेन तत्र कार्यं किमपि नास्ति तत्र अतः गीतव्या एतदेव भगिनि तत्र ईकार आदेशः न भवति किमर्थम् इत्युक्ते कित् ङित् प्रत्ययः नास्ति आत्वं भवति गातव्यं गातव्यत् गातव्यम् इति रूपं गातव्या गातव्या भगिनी गातव्यः पुल्लिङ्गरूपं गातव्या स्त्रीलिङ्गं गातव्य वतु वा तत्र नपुंसक गातव्यं नपुंसकलिङ्गं गातव्यं धन्यवादः अनन्तरम् अनियर् अनियर् एतदपि तत्र ऋकारस्य इत् भवति अन्तिमवर्णः इत् भवति तत्र अनन्तरम् अनीय एव अवशिष्यति एतदपि आर्धधातुकसंज्ञकः अनन्तरं तत्र दै इति गुणकार्यं भवति भवति खलु भगिनि तत्र न किमपि गुणकार्यं किमपि नास्ति गै इति धातुः किल आत्वं भवति आत्वं भवति अनन्तरं योजनेन तत्र गानीयः गानीयं गानीया सम्यक् तिन् अनन्तरम् इक्तिम् इति स्त्रीलिङ्ग प्रत्ययमस्ति तत्र तत्र ति एव अवशिष्टति तत्र अन्तिमरूपम् इति भवति अनन्तरं तत्र दै धातुः आत्वं प्रथमं भवति इति आगच्छति तृतीयं सि एव तिष्ठति दाति भगिनि इदानीं इति कित् ङित् प्रत्ययः किल कित् प्रत्ययः अतः ईकारादेशः भवति गीति गीति इति रूपं गीति इति इत्युक्ते किं भगिनि गीति इति गीतिः इति किम् इति अहं न जानामि महोदय द्रष्टव्यं गीतिः गानस्य विषये अपि एव किमपि परन्तु किम् इति इदानीं मम मनसि न स्फुरति अहं दृष्ट्वा वदामि अस्तु आं भगिनि अन्तिमं ल्युट् ल्युडन्तम् अन्तिमं ल्युट् ल्युट् ल्युडन्तं तत्रापि यु एव अवतिष्ठति तत्र लशकुतथिति इति सूत्रेण लकारस्य इति भवति अनन्तरं टक आलन्त्यं तस्य लोपः इति सूत्रेण टकारस्य लोपः भवति यु एव अवतिष्ठति तत्र गै इति गै गै योगः तत्र गै इति आत्वं भवति पुनः आत्वं गा इति आत्वं भूत्वा गा इति आगच्छति तत्र युरणुकौ लुल् इति धातोः अण एव तिष्ठति तत्र गानमेव सर्वदा सर्वदा नपुंसकलिङ्गरूपमेव अतः गीतिः इत्युक्ते गानं गानमेव वा महोदय गीतिः इत्युक्ते गानमेव तदपि गानमेव तत्र अनन्तरम् आकारः भूत्वा गाना न न भवति न न गाना इति अस्माकं गाना न आगच्छति ल्युडन्तरूपं नपुंसकलिङ्गमेव गानं गाना इति कुतः आगच्छति अहं न जाने भगिनि गाना तु हिन्दीभाषायाम् अस्ति खलु न न अस्माकं तमिळ्भाषायां गाना इति अस्ति तद्भिन्नगाना अस्ति प्रसिद्ध साङ्ग् अस्ति तदपि किमपि गीतमेव तस्य भिन्ननाम अस्ति गाना इति अस्तु अस्तु अत्र बुद्ध् धातुः लिक् धातुः पट् धातुः सामान्यधातुः एव तत्र बुद्ध् इति लघु इगुपदधातुः लिक् अपि लघु इगुपदधातुः तत्र किम् आगच्छति इति अभ्यासरूपेण कुर्वन्तु अतः अभ्यासरूपेण ची इति अस्ति ची धातुः मा धातुः बुद्ध् धातुः लिक् धातुः पट् धातुः रूपं कथम् आगच्छति इति चिन्तयतु अत्र किमपि विशिष्टकार्यं किमपि नास्ति अतः एव अहं गृहपाठरूपेण ददामि अनन्तरं पूर्वस्मिन् अभ्यासे अपि भुवादिगणस्य पट् अनन्तरं चल् धातुः तत्र तदपि अस्ति इदानीं परिशिष्टम् इति यद् भागमस्ति तत् प्रति गच्छामः किञ्चित् पठामः तत् किञ्चित् जटिलम् अस्ति यत् किमपि अवगच्छति चेत् सम्यक् एव न अवगच्छति चेत् चिन्ता मास्तु यदा अग्रे पठामः एतत् सारल्यं भवति अत्र परिशिष्टम् इत्युक्ते बोनस् रूपेण एव दत्तमस्ति किञ्चित् चिन्तनार्थम् एव इति मनसि भवेत् अस्तु तस्य क्रमः रघुपतिमहोदय पठति वा हा निमिषं परिशिष्टम् उपर्युक्तं यत् आर्धधातुकप्रत्ययाः त्रिविधाः कित् नित् कित् गित् नित् नित् कित् गित् नित् नित् भिन्नः एतावता अस्माभिः दृष्टं यत् तुदादिगणः इकः तुदादिगणे इकः गुणः न भवति तत्र एकं सूत्रम् आसीत् निति च अत्र अस्य सूत्रस्य अर्थः स्थापितः अस्ति निति च इति सूत्रस्य अर्थः इदानीं किमिति दत्तम् अग्रे निति च यः प्रत्ययः गित् कित् अथवा ङित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म गुणवृद्धि सोरि गुणवृद्धिः भवति स्म सः न भवति अग्रिमपरिचेतमपि पठित्वा प्रतिपादयितुं अस्तु अस्मिन् सूत्रे च कित् ङित् इत्युक्तं किन्तु न केवलं कित् ङित् अपि तु गित् इत्यपि उक्तं तर्हि अत्र एकः प्रश्नः उदेति अत्र उपरितने पाठे अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः समग्रदृष्टिः इत्युक्तं समग्रदृष्टिः चेत् गित् प्रत्ययस्य का गति प्रक्रियाचिन्तने अस्य किं स्थानं किमर्थं नोक्तम् अस्तु अस्माभिः दृष्टं नितिचेतिसूत्रे किं एतत् गुणबाधकसूत्रमस्ति नीति च इति सूत्रे त्रयवर्णाः सन्ति इत् इत् वर्णाः सन्ति गकार ककार अपि च नकार अस्ति कित् कित् नित् इदानीं वयं दृष्टवन्तः अस्माभिः यत्किमपि प्रत्ययं वयं दृष्टवन्तः तत्र कित् नित् एव आसीत् तर्हि गित् गकारस्य का गकारस्य वयं न दृष्टवन्तः एव अतः तस्य आवश्यकता किम् इति गित् प्रत्यय कुत्र आगच्छति कदा भवति इति तस्य प्रत्यय तस्य प्रक्रिया किम् इति गकारस्य किमर्थम् अत्र दत्तम् इति अग्रे आगच्छति सम्यक् किमर्थं न दत्तम् इति कित् इति विषयस्य विषये किं कित् प्रत्ययः किमर्थं त्यक्तम् इति अत्र अवशिष्टभागे दत्तम् अस्ति. धन्यवादः महोदय. प्रिया भगिनी पठितुम् इच्छति वा? न भगिनी, अद्य न भगिनी, क्षम्यताम्. नास्ति चिन्ता. माला भगिनी पठतु भगिनि. क्षम्यतां, म्यूट् मध्ये आसम्. उत्तरम् अस्ति यत् सम्पूर्णसंस्कृतभाषायां यानि प्रमुखकार्याणि सन्ति तेषां सर्वेषां साधनार्थम् उपरि यत् प्रदर्शितं तावदेव आवश्यकम्. गित् नाम्ना कश्चन प्रत्ययः अस्ति, स च एकः एव. सम्पूर्णसंस्कृतभाषायाम् एक एव प्रत्ययः गित् स्नु. तस्य कृते च एकमेव सूत्रम्. अपि च अनेन स्नु प्रत्ययेन केवलम् एकः शब्दः निष्पन्नः, यस्य साधनार्थं स्नु प्रत्ययस्य गित्त्वम् आवश्यकम्. तदपि किञ्चित् विवादास्पदं, नाम अन्येन उपायेन इत्संज्ञकगकारं विनापि साधयितुं शक्यते. अतः आहत्य अस्माकं यः उपरितनमूलविषयः अस्ति तस्मिन् गित् प्रत्ययस्य किमपि स्थानं नास्ति. अत्र लिखितमस्ति साधारणतया गित् इत्यस्य एकः एव प्रत्ययः अस्ति स्नु इति. अतः पृथक्तया तस्य विवरणं तत्रापि एकः एव शब्दः निष्पन्नं भवति. तस्य साधनार्थं प्रत्ययस्य गित्त्वम् आवश्यकम् लिखितमस्ति. एकः एव शब्दः अस्ति, अतः तस्य विवरणं दातुं विवरणं न दातव्यं, यतोहि तस्य आवश्यकता नास्ति इति उक्तम्. साधारणतया कित् यित् एतादृश एव पश्यामः. यद् अस्माभिः पठितम् एतावत् तद् सम्पूर्णम् इति वदति. बहुवारं कित् नित् प्रत्ययः बहुवारम् आगच्छति, अतः एव तस्य विवरणम् अत्र अस्ति. एतावता वयं पठितवन्तः गित् इति प्रत्ययः गृह्णु इति एकमेव प्रत्ययः अस्ति, तत्र तस्य योजनेन एकः शब्दः निष्पन्नः. तस्य शब्दस्य निष्पन्न आवश्यकं प्रत्ययः घ्नु इति क्स्नु इति प्रत्ययः. अत्र एव तस्य कार्यं समाप्तम्. अन्यत्र किमपि तत् घित् इति प्रत्ययस्य किमपि कार्यं नास्ति. अतः तस्य विवरणं न दत्तम् अस्ति. परन्तु ज्ञानार्थं घित् इत्युक्ते किं, कुत्र आगच्छति इति एकवारं महोदयः अत्र प्रदर्शितवान्. अत्र अग्रिम एकं वाक्यमस्ति किल भगिनि, तदपि पठतु भगिनि. अत्र जिज्ञासूनां कृते गित् प्रत्ययस्य कार्यम् उपस्थाप्यते, परन्तु अस्य बोधः नितराम् अनावश्यकः. अस्माकम् उपर्युक्तप्रक्रियायाः समग्रदृष्ट्यर्थम् अवगतं किल. समग्रः दृष्ट्यर्थं कित् ङित् पर्याप्तं, परन्तु यदा जिज्ञासुः अस्ति तेषां कृते अत्र उपस्थापनं महोदयेन कृतम् अस्तु. राजेन्द्रमहोदय आं वदतु महोदय. अत्र दत्तमस्ति अनेन उपायेन इत्संज्ञक गकारं विनापि साधयितुं शक्यते गित्वम् इति. कथं तद् अस्ति अस्मिन् परिचये वा अग्रिमपरिचये तद् कथं साधयितुं शक्नुमः इति अस्ति. तत्र किञ्चित् मतभेदः सन्ति. केचन वदन्ति यत् गित् इति प्रत्ययः आवश्यकं, केचन वदन्ति तद् न आवश्यकं, तद्विना अपि वयं साधयितुं शक्नुमः तत् शब्दः इति. अग्रिमपरिचये अनन्तरं द्वितीयपरिचये तस्मिन् विषये अस्ति महोदय. आम् राजेन्द्रमहोदय. आम् आं भगिनि, एकं सूत्रम् अस्ति ग्लाजिस्तश्च वस्नुः ककारः एव तत्. ओ क्षम्यताम्, आम् आम् स्नुः. अत्र मूलप्रत्ययः अस्ति गस्नुः, तदा खरि च इत्यनेन चर्चत्वं कृत्वा स्नुः भवति. अत्र अस्ति घकारस्य ककारः खरिच सूत्रेण तत्र अस्मिन् सूत्रे ग्लाजिस्तश्च कस्नुः. अनेन ग्लाजिस्था भू इत्येभ्यः चतुर्भ्यः धातुभ्यः प्रत्ययः विधीयते. चत्वारः धातवः सन्ति, तत्र ग्लाजिस्था भू अस्मिन् सूत्रे ये दत्तम् आसन् तत्र तेषां कृते तत् तेषां धातुभ्यः घ्नु प्रत्ययः विधीयते. ग्लायोघ्नु ग्लायोघ्नु ग्लास्नु प्रथमविभक्तु एकवचने ग्लास्नुः तत्र अस्तु. ग्लायोघ्नु यथा कर्म प्रक्रिया भवति तत् ग्लायोग गकारस्य गित् भवति इत्संज्ञा भूत तत् लोपः भवति तत् ग्लायोग स्नु ग्ला स्नु तत् प्रथमविभक्तु एकवचने ग्ला स्नुः. एवमेव जि योग स्नु अत्रापि स्नुः अत्र अस्ति पूर्वं तत् गकारस्य इत्संज्ञा भूत्वा जि योग स्नु जिष्णुः जिष्णुः. अत्र तु शत्वं भवति अपि च नत्वमपि भवति अनेन सूत्रेण. स्था योगस्नु स्थास्नुः, भूयोगस्नु भूष्णुः भूष्णुः. एषु चतुर्षु जी धातोः च भूधातोः च गुणनिषेधः आवश्यकः. ग्ला धातोः च स्था धातोः च किमपि कार्यं न आवश्यकं, केवलं वर्णमेलनम्. अतः चिन्तयितुं शक्नुमः यत् अत्र प्रत्ययस्य कृष्णुः इत्येव भवति चेत् किन्नति च इति सूत्रद्वारा गुणनिषेधः सेत्स्यति. अतः किमर्थं न कृष्णुः इत्येव भवतु, घ्नुः इत्यस्य का आवश्यकता? घ्नुप्रत्ययं त्यजामः, कृष्णुः इत्येव भवतु, अस्मिन् सारल्यम् अस्ति. गित् इति संस्कृतभाषायां मास्तु, किन्तु अत्र समस्या अस्ति यत् एकं सूत्रं विद्यते गुमास्था स्था घा पा हाति सां हलि अनेन गु मा स्था घा पा हा ओहा सा शो एषां धातूनाम् आकारस्य स्थाने इकार आदेशो भवति हलादि कित्नित् आदधातुकप्रत्यये परे. अस्तु, इदानीम् किञ्चित् वदामि, तदनन्तरम् अग्रे. अत्र तु चतुर्षु धातुषु तत् गुण जी अपि च भूधातुता अस्ति, तत् यथा तत् गित् अस्ति, तत् कारणात् तत् गुणनिषेधः भवति. परन्तु अत्र ग्ला धातोः तदा स्था धातोः तत्र तु कोऽपि कार्यं नास्ति, तत् कार्यं नास्ति, तत् केवलं वर्णमेलम् एव तत्र अस्ति. अतः चिन्तयितुं शक्नुमः अत्र प्रत्ययः कृष्णुः इति एव भवति चेत् किन्ति चेत् च इति सूत्रद्वारा गुणनिषेधः इति, अतः किमर्थं न कृष्णुः इति एव भवेत्. अत्र अस्ति किमस्ति, तत् ग्ला स्था ये धातुः स्ताः ते तत्र कोऽपि कार्यं न अस्ति. जि यो अपि च भू धातोः तत् कार्याणि भवन्ति. तत् चिन्तयितुं शक्नुमः यथा कृष्णुः तत् तस्य स्थाने कृष्णुः एव इति एव भवति, तत् किन्नति च सूत्रद्वारा गुणनिषेधः भवितुम् अर्हति भवति. अतः किमर्थं कृष्णुः यथा अस्ति प्रत्यया तत् तस्य स्थाने तत् कृष्णुः इति एव भवेत् भवतु. कृष्णुः इत्यस्य का आवश्यकता? कृष्णुः प्रत्ययं त्यजाम कृष्णुः इति एव भवतु, अस्मिन् सारल्यम् अस्ति. गित् इति संस्कृतभाषायां मास्तु, किन्तु अत्र समस्या अस्ति यत् एकं सूत्रम् अत्र अन्यत् सूत्रमस्ति, गुमा स्था स्था गा पाज हाति सां हलि हलि. अस्मिन् सूत्रे अनेन सूत्रेण तत् गु मा स्था गा पा हा ओहा सा शो एषां धातूनाम् आकारस्य स्थाने इकार आदेशः भवति हलादि कित्निति आर्धधातुक प्रत्यये. सा एव सूत्रं भवती उक्तवती वा? आम् आम्, गीतः इति रूपम् आगच्छति किल, तदेव सूत्रम् अष्टमध्याये. तत् तत् तत्र सूत्रं तत्र आकारस्य स्थाने इकार आदेशः भवति हलादि किति निति प्रत्यये आर्धधातुक प्रत्यये परे. तर्हि प्रत्यय वस् कृष्णो अस्ति चेत् गू मा स्था गा पा हाति सां हलिः इत्यनेन इत्यनेन स्था योक्ष्णु स्थि स्थि योक्ष्णु स्थिष्णु इति अनिष्टं रूपम् अस्ति. इदानीं यथा तत् कुर्मः चेत् कृष्णुः स्थाने तत् कृष्णुः एव स्वीकुर्मः चेत् तत्र यथा रूपं निष्पन्नं भवति, तत् स्थिष्णुः इति अनिष्टं रूपं तत्र भवति. तस्य निवारणार्थं मूलप्रत्ययस्य स्नुः इति कृतम् अस्ति. अपि च यदा स्नुः इति प्रत्ययः जातः तस्य गित्वे गुणनिषेधक्षमता अपि आवश्यकी. जिष्णु भूष्णु भूष्णु इति द्वयोः साधनार्थम् अस्तु. अत्र कृष्णस्थाने यथा स्नुः तत् स्वीकुर्मश्चेत् तत्र अनिष्टं रूपं भवति, यथा स्थि योगस्नु तत् स्थिष्णु तत् अनिष्टं रूपम् अस्ति. तत् निवारणार्थं तत् कृष्णुः एव भवतु. अपि च यदा कृष्णुः प्रत्यया जातः तस्य द्युत्वम् अस्ति, तत् कारणात् तत् गुणनिषेधक्षमता अपि तत्र आवश्यकी. यथा तत्र जी अपि च भू धातोः तत्र साधनार्थं तेषां साधनार्थं तत्र तत्र गुणनिषेधः आवश्यकी. अन्यथा अपि तत्र अनिष्ट रूपं प्राप्नुमः. एतदर्थम् एव किन्नति च इति सूत्रे घकारस्य प्रश्लेषः कृतः नो चेत् अस्मिन् सूत्रे घकारस्य आवश्यकता एव न आसीत्. अस्तु, इदानीं तत्र घकारस्य अपि तत्र एव निवेशनं कृतः, यथा अन्यथा तत्र घकारस्य तत्र कोऽपि आवश्यकता न आसीत्। केवलं द्वयोः शब्दयोः कृते जिष्णु भूष्णु किन्नति किन्नति च इति सूत्रे घकारः संयोजितः। बहु किमस्ति अत्र अस्तु भगिनि, अत्र किञ्चित् अवगच्छामि। स्था इति अत्र ईकारादेशः भवति, ईकारादेश इति सूत्रेण 6.4466 स्तीयोगस्नु इति भवति, स्तीष्णु तदा किं स्तीष्णु एव भवेत् न किम् स्तीष्णु इति अस्माकं रूपं नास्ति, अस्माकं तु सर्वदा भाषा प्रथमं किल, अतः प्रथमं भाषा इत्युक्ते पूर्वमेव रूपमासीत् स्तास्नु इति रूपमासीत्, स्तास्नु कथं साधयामः इति अस्माकं प्रश्नः इदानीं। तत्र किं कृतवान् पाणिनिना, कित् घित् ङित् कित् घित् ङित् इति प्रत्ययत्रयम् अपि एकं सूत्रे एव स्थापितवान् लाघवार्थम्। गित् ङित् सर्वत्र वयम् उपयोगं कुर्मः, बहुवारम् आगच्छति, परन्तु गित् इति प्रत्ययस्य एकमेव कार्यमस्ति, तदेव क्लास् किं सूत्रमस्ति, क्लाजिस्ताश्च घ्नुः इति सूत्रमस्ति। तत्र घ्नु इति यद्यपि प्रत्ययः घकारः भवतु वा ककारः भवतु वा तस्य इत्संज्ञा भवति एव। अनन्तरं यत् अत्र धातु चत्वारः धातु ग्लाजिस्ता भू इति धातु चत्वारः धातुः अस्ति, तत्र अपि जी भू इति धातुः इगुपदधातुः, तत्र तत्र गुणस्य प्रसक्तिः अस्ति, परन्तु अस्माकं कृते तु रूपसाधनार्थं गुणस्य आवश्यकता नास्ति। गुणस्य आवश्यकता नास्ति चेत् सूत्रम् आवश्यकम्। इति च इति सूत्रे यदा घित् इति योजयामः चेत् गुणनिषेधः भवति। गित् नास्ति, अहं वदामि इदानीं किमर्थं गित्, तत्तु करीच इति सूत्रेण कित् भवति, कित् एव भवतु, किमर्थं ङित् इत्युक्ते तत्र नूतनप्रश्नः आगच्छति। तत्र किं समस्या किं भवति इत्युक्ते स्था धातोः कृते एव तत्र अन्यत् सूत्रम् अस्ति, तदेव तद् दीर्घसूत्रं धूमः, तत्र कित् ङित् प्रत्यये परे ईकारादेशः भवतु इत् इति तत् सूत्रं वदति। अतः यदा इत् क्ष्णु इति ककारः अस्ति चेत् दीर्घ ईकारादेशः भूत्वा तत्र स्तीष्णु इति अनिष्टं रूपं वयं साधयामः, तत्तु रूपम् अस्माकं कृते अनावश्यकं किल, स्तास्नु एव आवश्यकम्। अतः गित् इति प्रत्ययः कृत्वा, गित् इति प्रत्ययः नास्ति, स्नु इति प्रत्ययः कृत्वा तद् तद् गित् इति कृत्वा तत्र योजितवान् पाणिनिना। अस्तु, अत्र अहं किञ्चित् मम भ्रमा जातः, कित् नित् एव तदा एव ईकारादेश, न गित् गकार एव कित् प्रत्ययद्वयमेव ईकारादेशः, गित् नास्ति, गित् अस्ति चेत् अनिष्टरूपं पुनः आगच्छति किल। इदानीम् अवगतं नीति च इति, जीनियस् अस्ति तादृशं वयं योजयामः वा इति अपि न जानामि। न एतत् ह्यूमन् मानवस्य न भवति, मानवस्याः किमपि नास्ति अत्र, सुपर् बहु सम्यक् सम्यक् बहु सम्यक्। एकमेव प्रत्ययः तत्र कुत्र स्थापनीयं, सूत्रं तु इति च इति सूत्रे स्थापयामि चेत् तत्र गुणनिषेधः अपि भवति, अन्यत् सूत्रस्य बाधकम् अपि न भवति इति तस्य चिन्तनं, तदेव गित् इति प्रत्ययस्य विषये एकमपि न त्यक्तवान्, एकमपि न एकम किमपि अस्ति किल ब्रविटि अर्धमात्रा लाघवेन इति तत्र तादृशम्। अस्तु, अग्रिमपरिच्छेदं पठित्वा समापयामः। विजया भगिनी पठति वा? भगिनी एकः प्रश्नः अस्ति भगिनि, तत्र सेत्स्यति इति रूपम् आगच्छति खलु, अस्ति योगः स्नु स्तिष्णु इति अनिष्टं रूपं सेत्स्यति इति आगच्छति, सेत्स्यति धातुरूपं किं भगिनि? पुनः वदतु, जेष्यति वा किं किं पद सेत्स्यति तत्र बहु सेत्स्यति इति वा सेत्स्यति सेत्स्यति दृष्ट्वा वदामि. अहं दृष्ट्वा वदामि भगिनि, सेत्स्यति लृट् एव अस्ति, परन्तु अहं रूपं किम् इति दृष्ट्वा वदामि. शेव्रु शेव्रु इति आगच्छति वा? शेव्रु तस्य आगच्छति प्रायः भगिनि, अहं न सम्यक्तया जानामि, द्रष्टव्यं प्रायः भवति. अस्तु, अग्रिमपरिच्छेदद्वयमपि पठतु भगिनि, अनन्तरम् एकं एका सूचना अस्ति, तद् कृत्वा समापयामः. अस्तु भगिनि. आहत्य सा योगः स्नु साष्णु इत्यस्य साधनार्थम् एव संस्कृतव्याकरणे जित्वं विद्यते, किमपि अन्यत् कारणं नास्ति. एतत् सर्वं दृष्ट्वा मातृभिः निश्चितं यत् प्रक्रियायाः समग्रदृष्ट्या हित् प्रत्ययस्य समावेशः मास्तु. तासाञ्च चिन्तनं साधु एव. साशिकायामपि उक्तं यत् ग्लाजिश्च चिष्णु इति सूत्रेण इति सूत्रे सा इत्यनेन सा आ इति स्वीक्रियते चेत् नाम तादृशः सा धातुः यस्य अन्ते आकारः वर्तते तदा सवर्णदीर्घसन्धिं कृत्वा सा इत्येव सूत्रे जायते इति मन्यामहे चेत् तीष्णु इति अनिष्टं रूपम् अनेन एव निवार्येत, येन हित्वस्य आवश्यकता न स्यात्, नाम प्रत्ययः ष्णु इत्येव भवतु. गित्वं नाम विचारः संस्कृतभाषायां मास्तु इत्यपि कश्चन विचारः वर्तते. अनया दृष्ट्या अपि अस्माकं समग्रचिन्तनचित्रे गित् प्रत्ययस्य औचित्यं सुतरां नास्ति. सुतराम् इत्युक्ते नितरां भगिनि? नितरां नास्ति, आवश्यकं नास्ति. तदेव तत्र अहमेव वदामि, तत्र काशिकायां किञ्चित् भिन्नरूपेण दत्तमस्ति. यदा अहम् उक्तवती तत्र यदा गित्वम् इति किमर्थं, कित्वम् इति अस्ति चेदपि पर्याप्तम् इति तत्र तस्य मतः अस्ति. तत्र स्था इति धातुः कृते अत्र तत्र स्था इति आ इति यदा अहं वयं स्वीकुर्मः चेत् तत्र आकारः अन्ते अस्ति, तत्र सवर्णदीर्घसन्धिः वयं कृत्वा स्ती अनन्तरं स्ती स्नु इति अस्माकम् अनिष्टरूपम् आगच्छति. तत्र निवारणं किमर्थं, तस्य निवारणार्थं किमर्थम् एकं सूत्रं गित्वस्य किमर्थम् इति तेषां मतम् अस्ति. परन्तु यद्यपि यदपि भवतु, अस्माकं कृते गित् इति प्रत्ययः एतदेव कार्यं तत्र यदा एतत् सूत्रं ग्लाजिस्ताश्चाक्ष्णु इति सूत्रे एकमेव कार्यमस्ति, एकः एव प्रत्ययः अस्ति, अतः तस्य विषये तस्य निवेशनम् अस्मिन् पाठे न कृतं, परिशिष्टरूपेण एव दत्तमस्ति. किञ्चित् मनसि एव भवतु, अत्र एकः प्रत्ययः अस्ति ग्लिष्णु इति मनसि भवतु, परन्तु कार्यं किमपि महत्त्वपूर्णकार्यं किमपि नास्ति गित् प्रत्ययस्य कृते, तदेव अस्ति. तर्हि त्यजामः, बहु किमपि अन्यत् अस्ति. बहु किमपि अस्ति, तत् पठामः. अतः तदेव अद्य अद्य समापयामः. निमिषद्वयम् आवश्यकं, किञ्चित् मुख्य सूचना अस्ति. एकनिमिषम् अहं धन्यवादः प्रथमम्.